तर्हि अस्माकं विषयः अस्ति लङ्लकारः अद्य. नमस्कारः. लङ्लकारः अस्ति. गतसप्ताहे विषयः आरब्धः. केवलं लङ्लकारः इति न, क्तवतु इति अपि अस्ति. भूतकालः इति विषयः. तत्र अस्माकं किञ्चन कश्चन अभ्यासः अपेक्षितः आसीत्. यथा गम् धातुः गच्छति, तत्र रत्नाभगिनी वदति वा, नाम लट् लकारे अगच्छत् इति आगतम् इति आगतम् अगच्छत् अगच्छताम् अगच्छन् अगच्छः अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छामः. अस्तु, समीचीनमस्ति. शिल्पा भगिनी, खाद् धातुः न अखादत् न अखादां न भवति, किम् अखादताम् न अस्तु, सुब्रह्मण्य महोदय वदतु. अखादत् अखादत् अखादताम् अखादतन् अखादन् अखादतः न अखादः अखादः अखादतम् अखादत अखादत् अखादम् अखादाव अखादाम. बहु सम्यक् अस्ति. अस्तु अस्तु, त्याज् इति वदतु. त्याज् किम् त्याज् इति वदतु भगिनि. अत्यजत् अस्तु वा, शिल्पा भगिनी वदति वा, अत्यजत् अत्यजत् न शुभ भगिनि, पश्यतु कुत्र तकारः भवति कुत्र न भवति इति पश्यतु. तकारः सर्वत्र नास्ति, तकारः तत्र नास्ति बहुवचने. अस्तु भगिनि वदतु, लक्ष्मी भगिनी वदतु, दृष्ट्वा वदतु. एकनिमेषः लक्ष्मी भगिनी वदतु. त्यजति अत्यजत् अत्यजताम् अत्यजम् अत्यजन् अत्यजन् मध्यमपुरुषः अत्यजः अत्यजः अत्यजतम् अत्यजत अत्यज अत्यजतम् काठिन्यं किमस्ति उत्तमपुरुषः अत्यजम् अच्युतताव अच्युतताम अत्यजत् अत्यजताम् अत्यजन् अत्यजः अत्यजतम् अत्यजत अत्यजम् अत्यजाव अच्छ त्यजाम इति अस्ति. अस्तु, इतोपि अभ्यासं कुर्मः. तर्हि नयति नी धातुः, रत्ना भगिनी वदतु. अनयत् अनयताम् अनयन् अनयः अनयतम् अनयत अनयम् अनयाव अनयाम. हा, समीचीनमस्ति. अस्तु, वद वद धातुः, सुमनि महोदय वदतु. वद वदति, अवदत् अवदत् अवदताम् अवदतान् अवदन् पुनः अवदत् अवदताम् अवदन् अवदः अवदतम् अवदतः अवदत अवदतम् न अवदम् अवदाव अवदाम. अस्तु अस्तु, अग्रे अग्रे. हा, मिलति मिल् दातुः, लक्ष्मीवर्जन. अमिलत् अमिलताम् अमिलन् अमिलः अमिलतम् अमिलत अमिलतम् अमिलम् अमिलाव अमिलाम. यत्र तकारः अस्ति यत्र च नास्ति इति. अस्तु, शिल्पा भगिनी, पश्यति दृष्टातुः. अस्तु, सम्यक् अस्ति. लिख धातुः, सुब्रह्मण्य महोदय. अलिखत् अलिखताम् अलिखत् अलिखन् अलिख अलिखन् अलिखः अलिखतम् अलिखत अलिखम् अलिखाव अलिखाम. सम्यक् अस्ति. अस्तु, अग्रे. अस्तु, रत्ना भगिनी, स्थापयति. स्थापयति अस्थापयत् अस्थापयताम् अस्थापयन् अस्थापयतः न अस्थापयः अस्थापयः अस्थापयतायतम् अस्थापयत अस्थापयम् अस्थापयाव अस्थापयाम. अस्तु, इति तत्र स्था धातोः णिचि प्रेरणार्थक प्रयोगः. तत्र प्रेरणार्थके णिचि स्थापयति धातुः, स्थापयति. इदानीं सामान्यस्था धातुः, स्था धातुः इति तिष्ठति. लक्ष्मी भगिनी वदतु. अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम. अस्तु, सम्यक् अस्ति. अग्रे अपृच्छत् अपृच्छताम् अपृच्छन् अपृच्छः अपृच्छतम् अपृच्छत अपृच्छम् अपृच्छाव अपृच्छाम. शिवाभगिनी, पिबति पिब धातुः, पा धातुः, पा धातुः, पिबति पिबति पिबति अपिबत् अपिबताम् अपिबन् अपिबः अपिबतम् अपिबत अपिबत् अपिबम् सत्यमस्ति. सुब्रह्मण्य महोदय, पत् धातुः, पतति. अपतत् अपतताम् अपतन् अपतः अपताम् अपततम् अपतत अपतम् अपताव अपताम बहु समीचीनमस्ति अस्तु प्रेषयति इति रत्ना भगिनी वदतु अप्रेषयत् अप्रेषयताम् अप्रेषयन् अप्रेषयः अप्रेषयतम् अप्रेषयत अप्रेषयम् अप्रेषयाव अप्रेषयाम अस्तु शिल्पा भगिनी क्षाल् धातुः क्षालयति क्षालयति अक्षालयः अस्तु सम्यक् अस्ति इदानीं कः क्षाल् दातुः क्षाल् अस्तु अग्रे इदानीम् आत्मनेपदी अस्तु तर्हि इदानीं सेव् दातुः सेव् सेव् दातुः सुब्रह्मण्यमहोदय वदति सेवते इति असेवताम् असेवतताम् इदानीम् आत्मनेपदे असेवत असेवताम् असेवन्तः इति तथा नास्ति पश्यतु इति एकवारं पश्यतु इति दृष्ट्वा वदतु असेवत वदतु असेवत असेवेताम् असेवन्त असेवथा असेवथाम् रत्ना भगिनी वदतु आरम्भतः सेव् दातुः असेवत असेवेताम् असेवन्त असेवथाः असेवेथाम् असेवेथाम् असेवेथाम् अग्रे बहुवचने असेवत्वम् असेवे असेवावहे वहि असेवामहि असेवे असेवावहि असेवामहि अस्तु अग्रे लक्ष्मी भगिनी ईक्षतु ईक्षते न तत् अग्रे गच्छ तत् अग्रे गच्छामः लक्ष्मी भगिनी मोदते अमोदत् न मोदते अमोदत् न एतत् किं लिखितमस्ति अत्र अमोदत अमोदेताम् अमोदन्त अमोदथाः अमोदेथाम् अमोधध्वम् अमोदे अमोदावहि अमोदामहि अस्तु समीचीनम् एकनिमेषः अस्तु मृ धातुः म्रियते शिल्पा भगिनी म्रियते म्रियते शिल्पा भगिनी अस्ति वा अग्रे तत्र म्रियते म्रियते अस्तु न तथा नास्ति पुनः वदतु अस्तु समीचीनम् अस्तु अग्रे सुब्रह्मण्य महोदय अत्र शोभ धातुः शोभते अशोभत अशोभेताम् अशोभन्तः अशोभन्त अशोभताः अशोभेताम् अशोभध्वम् अशोभे अशोभावहि अशोभामहि अस्तु अग्रे इदानीं लज्जते लज्जते रत्नभगिनी अलज्जत अलज्जेताम् अलज्जन्त अलज्जथाः अलज्जेथाम् अलज्जध्वम् अलज्जे अलज्जावहि अलज्जामहि अस्तु इदानीं लक्ष्मी भगिनी सहते असहत असहेताम् असहन्त असहताः असहेथाम् असहध्वम् असहे असहावहि असहामहि इदानीम् अत्र वैशिष्ट्यद्वयमस्ति वैशिष्ट्यद्वयमस्ति यदि उपसर्गः अस्ति यदि उपसर्गः अस्ति यथा गच्छति आगच्छति विशति उपविशति नयति आनयति तर्हि किमपि कोऽपि उपसर्गः पूर्वमस्ति चेत् अयम् अकारः तस्य उपसर्गस्य अनन्तरमागच्छति अनन्तरमागच्छति तर्हि उदाहरणार्थं क्षालयति इति वयं कृतवन्तः इदानीं प्रक्षालयति इदानीम् एकवचने किं भवति न अहं किम् उक्तवान् अत्र उपसर्गस्य अनन्तरम् आगच्छति इदानीं प्र उपसर्गपूर्वकः क्षाल् धातुः तर्हि क्षालयति इत्यस्य किमासीत् वं लङि क्षालयति अक्षालयत् इदानीं प्र तस्मात् पूर्वं स्थापयतु किं भवति रत्नभगिनी वदतु अक्षालयत् प्राक्षालयत् प्र प्लस् अक्षालयत् प्लस् प्र प्लस् अ भवति प्राक्षालयत् अस्तु लक्ष्मीभगिनी वदतु रूपाणि प्राक्षालयत् प्राक्षालयतां प्राक्षालयन् प्राक्षालयः प्राक्षालयतं प्राक्षालयत प्राक्षालम् प्राक्षालयम् प्राक्षालयाव प्राक्षालयाम अस्तु समीचीनम् इदानीं अस्तु इदानीं शिल्पा भगिनी विशति तत्र उपसर्गः अस्ति उपविशति रूपाणि वदतु लङि न उप सम्यक् अस्ति अस्तु अनन्तरम् अस्तु रत्ना भगिनी वदतु जानाति वा तत्र कृ धातुः करोति रत्नभगिनी जानाति वा प्रयत्नं करोमि महोदय अकरोत् अकुरुताम् अकुर्वन् अकरोः अकुरुतम् अकुरुत अकरवम् अकराव अकराम पुनः अकरोत् अकुरुत प्रथमपुरुषः उत्तमपुरुषः सत्यं बहु सम्यक् अस्ति तथा एव अस्ति इदानीं भवती एव करोतु स्वीकरोति स्वीकरोति तत्र इको यानर्जि यान् सन्धिः इ प्लस् अ तत्र इ दीर्घिकारस्य स्थाने यकारः भवति किमर्थं भवती यत्र स्वी नासीत् तत् किमासीत् अकरोत् इदानीं स्वी इति संयोजयतु इ स्थानीय किमर्थम् आ भवति स्व्यकरोत् स्व्यकरोत् स्व्यकुरुतां स्व्यकुर्वन् स्व्यकरोः स्व्यकुरुतं स्व्यकुरुत न उत्तमपुरुषः पुनः वदतु स्व्यकरवं स्व्यकरवाव स्व्यकरवाम अस्तु इदानीम् अग्रे गत्वा नूतनमस्ति ऊहते ऊहते अत्र आत्मनेपदिदातुः अस्ति न तस्मात् पूर्वं किम् अस्ति अस्तु सुब्रह्मण्य महोदय अत्र अस्माकम् इच्छति इति अस्ति इच्छति हा तत्र मा पश्यतु इच्छति अस्ति यत्र धातोः आरम्भे स्वरः अस्ति तत्र वृद्धिः भवति अ प्लस् इ इति ए सामान्यरूपेण सन्धिं कृत्वा अ प्लस् इ इति ए भवति स्म ए किन्तु वृद्धिः भवति ऐ इदानीं वदतु तत्र दर्शनस्य आवश्यकता नास्ति पुस्तकस्य पिदानं करोतु ऐच्छत् ऐच्छताम् ऐच्छन् ऐच्छतः ऐच्छताम् मध्यमपुरुषस्य एकवचने किम् ऐच्छतः ऐच्छः ऐच्छः ऐच्छताम् ऐच्छतः ऐच्छत ऐच्छतम् ऐच्छम् ऐच्छवाव ऐच्छम ऐच्छवाम अस्तु अग्रे इदानीं ऊहते लक्ष्मीभगिनी ऊहते इति करोतु तत्र अ प्लस् उ ओ इति भवति स्म किन्तु अत्र वृद्धिः भवति औ आपणे अस्ति आपणपदे अस्ति ऊहते औ भवति औहत औहत औहत औहताम् औहतम् न आपणपदे अस्ति ऊहते औहत औहेताम् औहन्त औहथाः औहेथाम् औहध्वम् औहे औहावहे वहि औहामहि। समीचीनं, त्रिविषयः अस्ति। अस्तु, इदानीं शिल्पभगिनी, खिद्यते। समीचीनमस्ति। इदानीं ईक्षते, सुब्रह्मण्यमहोदय, ईक्षते अ प्लस् इ यथा इच्छति। ऐक्षत, ऐक्षताम्, ऐक्षत, ऐक्षेताम्, ऐक्षन्त, ऐक्षः, आत्मने, ऐक्षताः, ऐक्षेथाम्, ऐक्षध्वम्, ऐक्षे, ऐक्षेवाहि, ऐक्षावहि, ऐक्षामहि, असेवे, असेवावहि, असेवामहि, ऐक्षे, ऐक्षेव, ऐक्षावहि, ऐक्षामहि। अस्तु, इदानीं रत्नभगिनी, ईहते, ईहते, ऐहत, ऐहेताम्, ऐहन्त, ऐहताः, ऐहेताम्, ऐहेताम्, ऐहत्वम्, ऐहे, ऐहावहि, ऐहामहि। अस्तु, लक्ष्मीभगिनी, एधते, अ प्लस् ए, ऐ, ऐधत, ऐधेताम्, ऐधन्त, ऐधथाः, ऐधेथाम्, ऐधध्वम्, ऐधे, ऐथावहि, ऐथामहि। अस्तु, सम्यक् अस्ति। अनेन अस्माकं रूपाभ्यासः जातः। नाम वस्तुतः प्रयोगे इदानीम् अग्रिमे किन्तु आरम्भे तु रूपाणि ज्ञातव्यानि सन्ति, अनन्तरम् अग्रे वयं तेषां व्यवहारं कर्तुं शक्नुमः। अस्तु, अग्रे चतुरशीतितमे पुत्रे सप्तमभ्यासः अस्ति। अस्तु, सुब्रह्मण्यमहोदय, अग्रे आरभामहे। यथोदाहरणं धातूनां रूपाणि लिखत। धातुः पठ् प्रथमपुरुष, एकवचनम् अपठत्, द्विवचनम् अपठताम्, बहुवचनम् अपठन्। शुच् अशोचत्, अशोचताम्, अशोचन्। नम् अनमः, यदि पुरुषः कः इति वक्तव्यमस्ति, नम् मध्यमपुरुषः, अनमः, अनोमताम्, अनमताम्, अनमतम्, अनमत, अनमताम्, अनमत, अनमन्। अस्तु, अनमत् इति इत्यस्य रूपाणि वदतु आरम्भतः। अनमत् अत्र न, यथा वयं कृतवन्तः, अनमत्, अनमत्, नमति इति रूपमस्ति, नमति, नमति, अतः अनमत्, अनमत्, अनमताम्, अनमन्, अनमः, अनमतम्, अनमत, अनमत, अनमतम्, अनमम्, अनमाव, अनमाम। सम्यक्, तत्र मकारः अस्ति मध्ये, अतः भ्रमः अस्ति, अस्माकं भ्रमः भवति। अस्तु अग्रे शिल्प अस्तु शिल्पभगिनी वदतु अग्रे वद भगिनी अस्ति वा शिल्पा भगिनी रत्ना भगिनी न भवती नास्ति न न अवसरः गतः अस्तु करोतु भगिनि अग्रे अस्तु रत्ना भगिनी अग्रे प्रथमपुरुष अतिष्ठत् अतिष्ठताम् अतिष्ठन् हृ धातुः मध्यमपुरुषः अरहः अहरः अहरः अहरतम् अहरत लक्ष्मी भगिनी अग्रे ज्ञातु उत्तमपुरुष अजानाम् अजानाव अजानाम सम्यक् अस्ति आ प्लस् अजानाव अजानाम इति भवेत् धातुः अत्र दत्तमस्ति यत् अक्रीणाम् अक्रीणीव अक्रीणीम नाम अजानात् अजानाम् अजानीव अजिनामि करपत्रे किमस्ति यत् करपत्रे किमस्ति यत् क्रीडातुः अक्रीणात् अक्रीणीताम् अक्रीणन् अक्रीणाः अक्रीणीतम् अक्रीणीत अक्रीणाम् अक्रीणीव अक्रीणीम तदाधारेण जानाति इति अपि तथा अस्ति अजानात् अजानीताम् अजानीताम् अजानन् अजानाः अजानीतम् अजानीत अजानाम् अजानीव अजानीम अवगतं वा लक्ष्मी भगिनी पुनः वदतु ज्ञादातुः अजानात् तत्र कुत्रचित् इ भवति कुत्र इति वदामि अजानात् अजानीताम् अजानन् तत्र अजानाः अजानीतम् अजानीत अजानाम् अजानीव अजानीम तर्हि किमस्ति मध्यमपुरुषे सर्वत्र मध्यमपुरुषे न द्विवचने सर्वत्र द्विवचने इ अस्ति अपि च मध्यमपुरुषस्य बहुवचने उत्तमपुरुषस्य बहुवचने च अजानात् अजानीताम् अजानन् अजानीथा अजानाः अजानीताम् अजानीत अजानाम् अजानीव अजानीम इति अस्ति अस्तु अग्रे तर्हि रत्ना भगिनी अग्रे धातुः अस्ति आ उपसर्गः अस्ति आगच्छत् आगच्छत् प्रथमपुरुषः आगच्छत् आगच्छताम् आगच्छन् अग्रे अत् धातुः मध्यमपुरुषः आगच्छः क्षम्यताम् अततः अपततः अपततम् अपतत अस्तु लक्ष्मी भगिनी अग्रे दृश् धातुः उत्तमपुरुष अपश्यम् अपश्याव अपश्याम अपश्याम अपश्याम अग्रे ब्रह्मधातु धातुः प्रथमपुरुष अभ्रमत् अभ्रमताम् अभ्रमतन् अभ्रमन् स्मृ धातुः मध्यमपुरुषः अस्मरः अस्मरतम् अस्मरत अस्तु अग्रे गौ धातुः उत्तमपुरुषः गै धातुः गै धातुः उत्तमपुरुषः नाम गायति गायति अगायम् अगायाव अगायाम प्रच्छधातुः प्रथमपुरुषः अपृच्छत् अपृच्छताम् अपृच्छताम् अपृच्छन् सम्यक् अस्तु अग्रे शिल्पा भगिनी अग्रे श्रोतुं शक्नोति वा श्रु धातु अस्ति श्रु क्षम्यतां श्रु धातुः अश्रुः अश्रुतम् अश्रुत न क्षम्यताम् अश्रनः अत्र सामान्यं नास्ति सामान्यं नास्ति अश्रुः न न अहं रूपाणि वदामि अत्र आप् धातुः अस्ति आप् धातुः इति अस्ति कश्चन तत्र वदामि आप्नोत् आप्नुताम् आप्नुवन् आप्नोः आप्नुतम् आप्नुत आप्नवम् आप्नुव आप्नुम तर्हि अत्र द्विवचने उ अस्ति बहुवचने मध्यमपुरुषे उत्तमपुरुषे च उ अस्ति अन्यत्र नाम प्रथमपुरुषे ओ अस्ति हा आरम्भतः वदतु अशृणोत् न न सर्वाणि रूपाणि सर्वेषु पुरुषेषु अश्रुणुताम् अश्रुण्वन् अश्रुणोः अश्रनुतम् अश्रनुत अश्रनुतम् अश्रनुतम् अश्रनुत अशृणुवम् अशृणुव अशृणुम तत्र विकल्पेन रूपद्वयं भवति तत्र उत्तमपुरुषे इति अहं मन्ये किन्तु अस्तु अग्रे गच्छेम तत्तु कठिनमासीत् अग्रिमे अशृणोत् अशृणुताम् अशृण्वन् अशृणोः अशृणुतम् अशृणुत अशृण्व अशृणव अशृणवम् अशृणुव अशृणुम तत्र प्रायः विकल्पेन उत्तमपुरुषे विकल्पेन रूपद्वयं भवति इति अहं मन्ये इदानीं पुरतः नास्ति किन्तु अहं मन्ये रूपद्वयं भवति तत्र नाम अशृण्वम् अशृणुवम् इति प्रायः रूपद्वयम् अस्ति किन्तु अग्रे गच्छेम इदानीं कथयति दातु शुभा भगिनी वदतु कथ दातु प्रथमपुरुषः अकथयत् अकथयत् अकथ क्षम्यताम् अकथयत् अकथयाव अकथयाम प्रथमपुरुषः भवती तु जानाति स्म मम परीक्षां करोति स्म इति वा नाटकं करोति स्म वा अस्तु अस्तु किमपि नाटकं न करोमि अस्तु अस्तु तर्हि लक्ष्मी भगिनी अग्रे अत्र आत्मनेपदी अस्ति रमुधातु मध्यमपुरुषे रमते मध्यमपुरुष अरमः अरमेधाम् रमः इति न मध्यमपुरुषे अरमथाः अरमथाः अरमेधाम् अरमध्वम् अरमध्वम् ईक्षिधातु ईक्षते उत्तम आत्मनेपदी उत्तमपुरुष एक्षे ऐक्षे ऐक्षावहि ऐक्षामहि सेव् धातु सेवते प्रथमपुरुष असेवत असेवेताम् असेवन्त तर्हि अग्रे अग्रे पठेम किमस्ति अत्र एतत् किं केवलं स्म अस्ति किमपि नास्ति अत्र अस्तु पितामही बालकः अस्तु रत्ना भगिनी अत्र पितामही अनन्तरं सुब्रह्मण्य महोदय तत्र बालकः वत्स अहं ह्यः एकां कथाम् अश्रावयम् स्मरति किम् स्मरसि किम् अत्र अश्रावयम् इति श्रुधातुः णिच् प्रेरणार्थे शृणोति श्रावयति वदति वादयति पठति पाठयति श्रावयति आम् स्मरामि तर्हि वद कः कः किं किं करोति स्म सञ्जयः श्रावयति स्म धृतराष्ट्रः शृणोति स्म अर्जुनः दुःखम् अनुभवति स्म कृष्णः बोधयति स्म सम्यक् कृष्णः किं करोति स्म कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म सर्वेषु उत्साहं पूरयति स्म अश्वानां परिचरणं करोति स्म सर्वान् युद्धनीतिं बोधयति स्म रथं चालयति स्म अर्जुनस्य रक्षणं कुरुते स्म सत्यं सत्यम् अस्तु अग्रे इदानीं लक्ष्मीभगिनी आरब्धुं शक्नोति इति उपरितनं सम्भाषणं पठित्वा प्रश्नानाम् उत्तराणि लिखत कः श्रावयति महोदय क्षम्यताम् कुरुते इत्युक्ते उभयपदे धातुः अस्ति वा कृधातुः सत्यम् अस्तु अस्तु अग्रे श्रावयति स्म पितामही पितामही श्रावयति स्म द्वितीयं कः दुःखम् अनुभवति स्म अर्जुनः दुःखम् अनुभवति स्म कृष्णः सर्वेषु किं पूरयति स्म कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म। सर्वेषु किं पूरयति स्म? उत्साहं सर्वेषु कृष्णः सर्वेषु उत्साहं पूरयति स्म। अस्तु, शुभमन्यवादय। संजयः श्रावयति स्म इति वदामः, पितामही श्रावति। तत्र किं करिष्यामः, भवान् किं कर्तुमिच्छति? अस्तु, सत्यं महोदय। प्रश्नः कः? न, अतीव गम्भीरप्रश्नः आसीत्। तत्र कः श्रावयति स्म? अस्माकं विवादः अस्ति यत् तत्र पितामही श्रावयति स्म अथवा सञ्जीवः श्रावयति स्म, सञ्जयः श्रावयति स्म। सञ्जयः श्रावयति स्म। कः रथं चालयति स्म? कृष्णः रथं चालयति स्म। कृष्णः कस्य रक्षणं कुरुते स्म? कृष्णः अर्जुनस्य रक्षणं कुरुते स्म। कः कथां शृणोति स्म? पितामही कथां शृणोति स्म? एवं पितामही शृणोति स्म, शृणोति। बालकः कथां शृणोति स्म? अस्तु, अग्रे रत्ना भगिनी, अग्रे। यतो उदाहरणं पुरतः विद्यमानं धातुं पठित्वा वाक्यानि रचयत। भगिनि, एकः प्रश्नः अस्ति। एतत् सर्वं ज्योत्स्ना भगिन्याः कृते लाभदायकं न स्यात् वा? अस्ति, किन्तु सा आलसी अस्ति। ह्यः परीक्षा समाप्तम्, अतः अद्य अहं पृच्छामि। एकनिमिषं महोदय। यतोहि नाम गतसप्ताहे अपि न आगतवती, न किमपि करोति। अस्तु, तावता शुभभगिनि करोतु। यतो धारणं पुरतः विद्यमानं धातुं पठित्वा वाक्यानि रचयत। अर्जुन ज्ञातु, अर्जुनः धनुर्विद्यां जानाति स्म। अग्रे खाद्, भीमः बहु खादति स्म। अग्रे दुर्योधनः ईष्यताम्, ईष्याम्, ईर्ष रेफः अस्ति, ईर्ष्याम्, ईष्याम्, ईर् ईर् र र ईर्ष्याम्, दुर्योधनः ईर्ष्याम् करोति स्म। ईर्ष्याति जानाति, जलसि। जानाति स्म, इदानीं जानामि। अस्तु, दर्श कृष्ण, कृष्णः लीलां दर्शति स्म, दर्शयति, दर्शयति स्म। भीष्मः कौरवाणां पक्षतः युद्धदातुः, युद्धदातुः इति आत्मनेपदिदातुः, युद्ध युध्यते युध्यते पुनः वदतु भीष्मः कौरवाणां पक्षतः युध्यते स्म अस्तु अग्रे शकुनिः सर्वदा कूटं रचति स्म रच इति रचयति रचयति स्म अग्रे कौरवाः पाण्डवान् न इच्छते स्म पुनः वदतु इच्छयति स्म इच्छयति सर्वं विस्मृतवती प्रमाणं जातं भ्रता भगिनी माताजी माताजी पश्यतु सर्वं विस्मृतवती साहाय्यं करोतु रत्ना भगिनी न इच्छति स्म न इच्छति पाण्डवान् पाण्डवान् कौरवः न इच्छन्ति स्म न इच्छन्ति स्म अस्तु अग्रे ज्योत्सभगिनी अग्रे युधिष्ठिरः सत्यं ब्रूते स्म तस्य अर्थः कः वदति वदति स्म अस्तु अग्रे अर्जुनः भाषति आत्मनिपदि भाषते स्म अस्तु अग्रे सौनिकाः सैनिकाः लोकति स्म लोकन्ति स्म आत्मनिपदि दातुः लोक् लोकन्ते स्म लोकन्ते लोकन्ते स्म अस्तु लक्ष्मी भगिनी अग्रे यथोदाहरणं रिक्तस्थानानि पूरयेत बालकः पठति स्म बालकौ अठतः स्म बालकाः पठन्ति स्म शिशुः खेलति स्म शिशौ खेलतः स्म शिशवः खेलन्ति स्म खेलति नाम क्रीडति क्रीडति तावत् न वक्तुं शक्नोति क्रियते इति न जानाति किम् मुनिः जपति स्म मुनी जपतः स्म मुनयः जपन्ति स्म वधूः समाचारं पठति स्म वधू समाचारं अत्र दीर्घकारान्त शब्दः अस्ति नदी शब्दवत् दीर्घ इकारः अस्ति नदी वधूः तत्र शिशुशब्दवत् अथवा धनुशब्दः तथा नास्ति धनुः धनुधनवः वधूः तथा नास्ति नदी शब्दवत् वधूः वध्वौ वध्वः वधूः समाचारं पठति स्म वध्वौ समाचारं पठतः स्म वध्वः समाचारं पठन्ति स्म अहं ध्यायामि स्म आवां ध्यायामि धावति धावामि इति वदतु धावति अहं धावदातु वदतु अहं धावति अहं अहं धावदातु धावदातु वदतु किमपि अस्ति किमपि नास्ति वदतु अहं ध्यायाम् अहं ध्यायामि स्म आवां ध्यायावस्म ध्यायावः स्पष्टतया वदतु अहं ध्यायामि स्म आवां ध्यायावः स्म वयं ध्यायामः स्म इदानीं पश्यतु लङ्लकारे विसर्गः नास्ति किन्तु लट्लकारे विसर्गः अस्ति खलु अहं गच्छामि आवां सुब्रह्मण्यमहोदय वदतु तत्र अहं गच्छामि आवाम् आवां गच्छावः स्म वयं गच्छामः गच्छामः स्म इदानीं लङ्लकारे अहं गच्छामि गच्छाव लङ् भूतकाले लङ् शुभा भगिनी वदतु न न गां दातु गच्छ अहं गच्छामि अहम् अगच्छम् आवाम् अगच्छाम तत्र विसर्गः नास्ति लट्लकारे विसर्गः अस्ति आवां गच्छावः आवाम् अगच्छाव इति भेदः अस्तु एतत् सर्वम् अस्तु अग्रे अस्तु रत्ना भगिनी अग्रे महोदय यतो उदाहरणं रिक्तस्थानानि न पूर्वतन नवम किञ्चित् कृतवती लिखितवती अपि भवान् अटति स्म भवन्तौ अटतः स्म भवन्तः अटन्ति स्म एषः पाठं स्मरति स्म एषौ पाठं स्मरतः एवं वा एवम् एवं वा नूतनसमाचारः भगिनी भवती किं करोति पुनः वदतु चिन्तयित्वा सम्यक् विचिन्त्य करोतु स्मरति स्मरतः स्मरन्ति भवति हा तर्हि दोषः अन्यत्र स्यात् एषः एतौ एते क्षमताम् एतौ पाठं स्मरतः स्म एषाः पाठं स्मरन्तः स्म एषाः नाम किं नूतनशब्दः वा स्मरन्ति स्म अस्तु ज्योत्सना भगिनी अग्रे भवती विषयं चिन्तयति स्म भवत्यौ विषयं चिन्तयतः स्म भवत्यः विषयं चिन्तयन्ति स्म अस्तु अग्रे पठतु सः सुखं लभते स्म तौ सुखं लभेते स्म ते सुखं लभन्ते स्म अग्रे सा मोदते स्म ते मोदेते स्म ताः मोदन्ते स्म अग्रे स्म आवां याचावहे स्म वयं याचामहे किन्तु माताजी सर्वं वदति स्म को लाभः अस्तु अग्रे अग्रे रत्ना भगिनी अग्रे पठतु क्रोध एतां कथां पठित्वा अधः दत्तानां प्रश्नानाम् उत्तराणि लिखत एकदा श्रीकृष्णः बलरामः सात्यकिः च वनविहारार्थं गतवन्तः आसन् वने ते मार्गभ्रष्टाः जाताः निबिडं वनं प्रविष्टवन्तः रात्रिः सञ्जाता तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपत्तितम् रात्रौ रक्षणार्थम् एकैकः अपि पर्याय रूपेण एकं प्रहरं यावत् जागरितः भवेत् पर्यायति न अन्यत् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः सर्वे अवगच्छन्ति वा न पुनः पठामः आरम्भतः आं पठामि वा महोदय एकदा श्रीकृष्णः बलरामः सात्यकिः च वनविहारार्थं गतवन्तः आसन् एतत् सर्वं स्पष्टं स्यात् अस्तु अग्रे वने ते मार्गभ्रष्टाः जाताः नाम अस्तु मार्गं किञ्चित् भ्रमात्मकः अभवत् हा किन्तु के जाताः तथा मार्गः अथवा ते ते कुत्र गन्तव्यमिति न ज्ञातवन्तः अस्तु अग्रे निबिडं वनं प्रविष्टवन्तः निबिडम् इत्युक्ते यत्र बहु बहवः वृक्षाः आसन् इति वा अथवा जनाः न आसन् प्रायः घनिष्ठ नाम तत्र घनः वनं घनवनम् इति प्रायः स्यात् वनं घनमस्ति इति अहं मन्ये किन्तु निबिडम् इति अहं न लिखितवन्तः न लिखितवान् इति अस्तु अग्रे रात्रिः सञ्जाता इत्युक्ते रात्रिः अभवत् तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् अपतितम् आपतितम् नाम रात्रिं यापयितुम् यापयितुम् इत्युक्ते रात्रि पूर्णं कर्तुम् यापयति नाम समयसम्बन्ध अर्थः अस्ति एकां घण्टां वयं यापयामः अत्र समययापनं भवति वस्तुतः धातुः अस्ति ई धातुः ई गतौ तत्र एति इति अस्ति किन्तु अत्र तस्य प्रेरणार्थकरूपम् अस्ति यथा पठति पाठयति एति यापयति याति यापयति अस्ति याति यापयति तत्र याति यापयति अनन्तरं यापयति अनन्तरम् अग्रे एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितं नाम तैः आपतितम् अतः का इति ते चिन्तयित ते निश्चितवन्तः निश्चितवन्तः इति सत्यं किन्तु उपवेष्टव्यं नाम वृक्षस्य रात्रिम् उप यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम् आपतितं नाम वस्तुतः तेषां तादृशी इच्छा नासीत् तेषां तादृशी इच्छा नासीत् अतः उपवेष्टव्यम् आपतितं नाम न कोऽपि उपायः आसीत् इति कारणतः तादृशं कृतवन्तः आपतितं नाम तादृशम् अभवत् अपि च सौभाग्यस्य वर्ता नासीत् इति आपतितम् अवगतं वा आपतितं नाम यत्किमपि या कापि घटना जीवने भवति एवमेव भवति अपि च सौभाग्यस्य वार्ता नास्ति कोऽपि उपायः नास्ति अतः तथा भवति इति आपतितम् इति वदामः अवगच्छति ज्योत्सना भगिनी अवगच्छति वा सा गतवती किमर्थं तावत् अवगन्तुं शक्नोति सा आम् अवगच्छति इदानीम् अस्तु अग्रे रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत् तदा अन्याभ्यां द्वयाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः द्वाभ्याम् अस्तु अतः कः रात्रौ वने रक्षणार्थं पर्यायरूपेण पर्यायरूपेण इत्युक्ते एक अनन्तरम् एकः एकैकः नाम एकैकः एकः मनुष्यः अनन्तरम् अन्यमनुष्यः इति किन्तु पर्यायरूपेण भवती उक्तवती यत् एकः अनन्तरम् अनन्तरम् अन्यः इदानीम् एकैकः पर्यायरूपेण समानम् अस्ति वा भगिनि आम् महोदय एकः एकः इति भवति नाम एकैकः नाम क्रमेण प्रत्येकः प्रत्येकं क्रमेण अनन्तरं पर्यायः नाम यथा एकं एकवारं द्वितीयवारं तृतीयवारम् इति पर्यायः नाम वारम् अग्रिमवारम् इत्यस्मिन् अर्थे अग्रिमवारम् इत्यस्मिन् अर्थे अग्रिमपर्याये एकं प्रहरं यावत् प्रहरं नाम भगिनि किं महोदय अर्थः कः प्रहरः पुलिङ्गशब्दः प्रहरः रात्रौ न भवान् वदति वा कोऽपि वद् जानाति वा एतत् किम् न संस्कृतेन वदतु अथवा चुप् तूष्णीं करोतु संस्कृतेन वदतु कोऽपि जानाति वा अत्र दिने त्रयः प्रहराः सन्ति अष्टघण्टा इति एकः प्रहारः प्रथमप्रहारः द्वितीयप्रहारः तृतीयप्रहारः इति अस्ति प्रहरं यावत् जागरितः भवेत् न क्षम्यताम् अष्टघण्टा इति न घण्टात्रयमस्ति, अष्ट प्रहाराः भवन्ति एकस्मिन् दिने, तत्र घण्टात्रयं भवति एकस्मिन् प्रहारे, तत्र तिस्रः घण्टाः भवन्ति, क्षम्यताम् तिस्रः घण्टाः भवन्ति एकस्मिन् दिने. कति घण्टाः सन्ति एकस्मिन् दिने? ज्योत्सना भगिनि, ज्योत्सना भगिनि, न सा तथा न कर्तुं शक्नोति, नो चेत् अस्माकं दूरवाणी बन्ध भविष्यति, नाम समाप्तम्, अन्यत्र गतवती इति वा? अस्तु अग्रे. प्रथमः पर्यायः सात्यकेः आसीत्, सः प्रहरी सन् स्थितः. यदा अन्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान्. सः प्रथमदृष्टिकोणे सात्यकः जागृतः आसीत्. कृष्णा बलरामः निद्रां करोति, तदा वृक्षोपरि एकः पिशाच, नाम प्रहरी, प्रहरी नाम न प्रहरः इति तिस्रः घण्टाः, प्रहरः प्रहरी नाम यथा यः यस्य धनम् अस्ति सः धनी, यस्य प्रहरः अस्ति सः प्रहरी, नाम यस्य पर्यायः अस्ति द्रष्टुं सः सः उत्थित्वा सः सर्वं पश्यति घण्टात्रयपर्यन्तम्, अतः सः प्रहरी अस्ति. सः सात्यकीं मल्लयुद्धार्थम् आहूतवान्. बहूनि तत्र एकनिमिषः, तत्र तृतीयवाक्यं यदा अन्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाच अवतीर्णवान्. नाम कृष्णः बलरामः निद्रां करोति, वृक्षोपरि एकं पिशाचम् आसीत्, तव वृक्ष अथ आगतवान्. अवतरति, अवतरति इति लटकारः. सः सात्यकीं मल्लयुद्धार्थम् आहूतवान्, बहूनि कटुवचनानि उक्तवान् च. सात्यकिः तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान्. मल्लयुद्धार्थं हस्तेन यः आह्वयिष्यामि, बहूनि कटुवचनानि कठोरवचनानि उक्तवान् तस्य सात्यके, तस्य यदा पिशाचः सात्यकेः शरीरे मुष्टिप्रहारं कृतवान् तदा सात्यकिः तदुपरि पादप्रहारं कृतवान्. तर्हि यदा पिशाचः सात्यकेः शरीरे मुष्टिप्रहारं कृतवान् तदा सात्यकी तदुपरि पादप्रहारं कृतवान्. अस्तु, रत्नभगिनी अस्ति वा? आं महोदय. ज्योत्सना भगिनी अस्ति वा? पञ्चनिमेषानन्तरम् आगच्छति महोदय, इदानीम्. ओ अस्तु, लक्ष्मी भगिनी पठतु. पूर्णं पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत्। तेन सातेकेः शरीरे बहवः क्षताः सञ्जाताः। सः नितरां श्रान्तः, किन्तु तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान्। अन्तिमवाक्यम् अर्थः तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणमेव उचितमिति विचिन्त्य सः निद्रां कृतवान्। नाम समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति चिन्तयित्वा सः अपि निद्रां कृतवान्। पुनः भवती पठितवती, किमपि स्वस्य पक्षतः किमपि न उक्तवती। अस्तु, शुभा भगिनी पठतु कृपया। शुभा भगिनी अस्ति वा? अस्तु, रत्ना भगिनी पठतु कृपया। द्वितीयः पर्यायः बलरामस्य आसीत्। तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान्, कटुवचनैः निन्दितवान् च। मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता। श्रान्तः सः अपि प्रहरान्ते निद्रां कृतवान्। किं किम् अभवत्? पिशाचिः बलरामेण सह अपि युद्धं कर्तुम् इष्टवान्। अनन्तरं बलरामः अपि तं प्रति प्रहारं कृतवान्, अनन्तरं निद्रां कृतवान्। अस्तु, अग्रे पठतु। तृतीये पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान्। तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान्, कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान्। उक्तवान् च, भवान् बहु विनोदप्रियः इव भासते, मम निद्राम् आलस्यं च दूरीकर्तुम् एव भवान् मित्रम् इव विनोदं कुर्वन्नस्ति इति। तदा पिशाचस्य बलं न्यूनं जातं, तस्य शरीरम् अपि संकुचत् गतम्। अन्ते सः झिल्लिका इव लघुशरीरः जातः। तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्। अवगतम्? आम्, श्रीकृष्णमपि तं पिशाचः युद्धार्थम् आहूतवान्। तदा कृष्णः हसन् उक्तवान्, भवान् बहु विनोदं करोति, मम निद्राम् आलस्यं च दूरं कर्तुं भवान् मया सह विनोदार्थं युद्धं करोति इति। तत्पश्चात् पिशाचस्य बलं न्यूनम् अभवत्, सः अपि न्यूनं, तस्य शरीरमपि संकुचितम् अभवत्। अनन्तरं श्रीकृष्णः तं नीत्वा स्वस्य उत्तरीयस्य अञ्चले बद्धवान्. झिल्लिका इति जानाति वा? झिल्लिका इव न. झिल्लिका नाम क्रिकेट्? क्रिकेट् किं महोदय? क्रिकेट्. प्रातः यदा ते प्रस्थिताः तदा सात्यकिः बलरामः च पिशाच्येन सह रात्रौ सञ्जातस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ. तेन सञ्जातान् क्षतान् अपि दर्शितवन्तौ. श्रीकृष्णः हसन् पिशाचम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापितवान्. उक्तवान् च एषः अस्ति क्रोधपिशाचः. एतस्य प्रकृतिः एषा अस्ति. प्रत्युत्तरदानेन एषा वर्धते, उग्रतां च प्राप्नोति. किन्तु यदि उपेक्षां कुर्मः तर्हि सः स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति. क्रोधपिशाचस्य स्वरूपं तदा ज्ञातवन्तौ सात्यकी बलरामौ. तस्य शिक्षा किं? शिक्षा का? पाठः कः? प्रत्युत्तरं कठोरवचने प्रत्युत्तरं न. शान्तम् सर्वदा शान्तं भवेत्. एषः अस्ति क्रोधपिशाचः. एतस्य प्रकृति एषा अस्ति. प्रत्युत्तरदानेन एषः वर्धते, उग्रतां प्राप्नोति. उग्रतां च प्राप्नोति इति कारणतः यदि उपेक्षां कुर्मः तर्हि स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति शिक्षा अस्ति. अस्तु, अनेन वयम् अस्माकं विरामः भवति. अनन्तरम् अग्रिमे सप्ताहे अग्रेसरेम. कोऽपि प्रश्नः अस्ति वा? अस्तु, नमस्कारः. धन्यवादः.